नमस्ते, समासचिन्तनवर्गे सर्वेषां स्वागतम्। ॐ येनाक्षरसमाम्नाय अधिगम्य महेश्वरात् कृष्णं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। वाक्यकारं वररुचिं, भाष्यकारं पतञ्जलिं, पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्। ऐ उण ऋलृक् एओङ् ऐ औच् हयवरट् लण् जमगणनं जबै घडदश् झभगडदश् खफचटतचटतौ कपै शषसर् हल् इति प्रत्याहारसूत्राणि। अत्र उषा भगिनी तत्पुरुषसमाससूत्राणि पठति वा? आं महोदय। तत्पुरुषः द्विगुश्च द्वितीयाश्रितातीतपतितगतात्यस्तप्राप्तापन्नैः स्वयं तेन खट्वा शेपे सामी आदाः संयोगे च कृतार्थेन गुणवचनेन पूर्वसदृशसमोनार्थकलहनिपुणमिश्रलक्षणैः कर्तृकरणे कृता बहुलं कृत्यैरधिकार्थवचने अन्नेन व्यञ्जनं भक्ष्येण मिश्रीकरणं चतुर्थी ततर्थार्थबलिहितसुखरक्षितैः पञ्चमी भयेन अपेतापोढमुक्तपतितापत्रस्तैरल्पशः स्तोकान्तिकदूरार्थकृच्छ्राणिक्तेन सप्तमी शौण्डैः सिद्धशुष्कपक्वबन्धैश्च ध्वाङ्क्षेणक्षेपे कृत्यैर्ऋणे संज्ञायां तेनाहोरात्रावयवाः तत्र क्षेपे पात्रे समिधादयश्च पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन दिक्सङ्ख्ये संज्ञायां तद्धितार्थ उत्तरपदसमाहारे च सङ्ख्यापूर्वो द्विगुः कुत्सितानि कुत्सनैः पापाणके कुत्सितैः उपमानानि सामान्यवचनैः उपमितं व्याघ्रादिभिः सामान्य अप्रयोगे विशेषणं विशेष्येण बहुलं पूर्वापरप्रथमचरमजघन्य समानमध्यमध्यमवीराश्च श्रेण्यादयः कृतादिभिः तेन नै विशिष्टेन अनै सन्महत्परम उत्तम उत्कृष्टाः पूज्यमानैः वृन्दारकनागकुञ्जरैः पूज्यमानं कतरकथमौ जातिपरिप्रश्ने किं क्षेपे पोटा युवति स्तोक कतिपय गृष्टिधेनुवशा वेहद् बष्कयणी प्रवक्तृ श्रोत्रियाध्यापक धूतैर्जातिः प्रशंसावच्नैश्च युवा खलति पलित बलिनजरतीभिः कृत्यतुल्याख्या अजात्या वर्णो वर्णेन कुमारः श्रमणादिभिः चतुष्पातो गर्भिण्या मयूरव्यंसकादयश्च पूर्वापरादरोत्तरम् एकदेशिना एकाधिकरणे अर्धं नपुंसकं द्वितीयतृतीयचतुर्थतुर्याणि अन्यतरस्यां प्राप्तापन्ने च द्वितीयया कालाः परिमाणिना नै ईषद् अकृता षष्ठी याजकादिभिश्च न निर्धारणे पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन तेन च पूजायाम् अधिकरणवाचिना च कर्मणि च त्रिजकाभ्यां कर्तरी च नित्यं क्रीडाजीविकयोः कुगदिप्रादयः उपपदम् अति अमैवा व्ययेन तृतीया प्रभृतीनि अन्यतरस्यां त्वाच तत्र समासान्तसूत्राणि अपि पठतु. आम् महोदय. तत्पुरुषस्य अङ्गुलेः संख्याव्ययादेः अह सर्वैकदेशसङ्ख्यातपुण्याच्च रात्रेः अह्नोन्नः एतेभ्यः न सङ्ख्यादेः समाहारे उत्तमैकाभ्यां च राजाः सखिभ्यश्च गोः अत्तद्दितलुकि अग्राख्यायाम् उरसः अग्राख्यायाम् उरसः अनोष्मायः सरसां जातिसंज्ञयोः ग्रामकौटाभ्यां च तक्ष्णः अतेः शुनः उपमानाद् अप्राणिषु उत्तरमृगपूर्वाच्च सक्त्नः नावो द्विगोः अर्धा च खार्याः प्राचां द्वित्रिभ्याम् अञ्जलेः अनसन्तान् नपुंसकात् छन्दसि ब्रह्मणो जानपदाख्यायां कुमहद्भ्याम् अन्यतरस्यां. धन्यवादः महोदय. उत्तमं भगिनि. You really break the words perfectly. Oh, thank you. So, and that makes it more, you know, we can understand the meaning of the sutra by just reading it properly. You don't need it to. That's wonderful. Thank you. Dhanyavad. Atra gatavarke sarvaratram kalyani iti विषये भगिन्या सूत्रद्वयं प्रक्षिप्तमस्ति. अहसर्वैकदेशसङ्ख्यातपुण्याश्च रात्रेः एवं रात्राहन्नः पुंसि इति पुंवद्वादस्य कारणेन पर्वतलिङ्गं द्वद्वपुरुषयोः इति भवति इति कृत्वा कर्मधारय विधायकरूपं दत्तमस्ति. एकवारम् अवलोक्य तृतीयतत्पुरुषसमासं प्रति गच्छामः. तत्र सर्वरात्रं कल्याणि इति रोहिणी भगिनी पठति वा? आं महोदय. सर्वरात्रं कल्याणि, सर्वरात्रकल्याणि, दिस् फुड् फार् द होल् नैट्. सर्वा च असौ रात्रि च सर्वरात्र इति कर्मधारे समासः. सर्वा च असौ रात्रिः सर्वरात्रः अलौकिकग्रहः सर्वयोगस्सु योग रात्रियोगस्सु. अत्र विशेषणं विशेषेण बहुलम् इति सूत्रेण विशेषणपूर्वपद् कर्मधारे समासः भवति. सर्वनाम्नो वृत्तिमात्रे पुंवद्भावः इत्यनेन वार्तिकेन सर्व इत्यस्य पुंवद्भावः भूत्वा सर्वरात्रि इति भवति. सर्वरात्रि अह सर्वैकदेशसङ्ख्यातपुण्याश्च रात्रेः इति सूत्रेण रात्रिः इति शब्दः उत्तरपदे अस्ति इति कृत्वा समासान्तः अच् प्रत्ययः विधीयते. सर्वरात्रियोग अच् सर्वरात्रियोग आ. अधुना यचिभम् इत्यनेन सर्वरात्रि इत्यस्य उपसंज्ञा भवति अच् इति अजादिप्रत्यये परे. यस्येति च इत्यनेन उपसंज्ञस्य अङ्गस्य अवर्णस्य ईवर्णस्य च ईकारे परे तद्धितप्रत्यये परे च लोपः भवति. सर्वरात्रि इत्यस्य ईकारस्य लोपः भवति सर्वरात्रयोग आ सर्वरात्र इति भवति. पर्वलिङ्गं द्वन्द्वतत्पुरुषयोः इति सूत्रेण तत्पुरुषसमासे द्वन्द्वसमासे च उत्तरपदस्य अनुसारं लिङ्गविधानं भवति. परन्तु अत्र रात्राह्नाः पुंसि इति सूत्रं पर्वतलिङ्गं द्वन्द्वतत्पुरुषयोः इति सूत्रं प्रपाद्य समासस्य पुनः पुल्लिङ्गविधानं क्रियते. सर्वरात्र इति प्रातिपदिकात् सुप्रत्ययस्य विधानानन्तरं सर्वरात्रः इति समासः सिद्ध्यति. वदतु भगिनि किमर्थमस्ति? सर्वयात्रा इति पदं कथम् उत्पद्यते इति व्याख्यातमस्ति. सर्वात्रा अत्र कर्मधारे समासः सर्वरात्रः इति भवति. अत्र अलौकिकविग्रहमस्ति सर्वयोगासु योग रात्रियोगासु. अत्र प्रत्ययस्य लुप् भवति अव्यादाप्तुपः इति सूत्रमस्ति. सर्वयोग रात्रि भवति. अत्र सर्वनाम्नो वृत्तिमात्रे पुंवद्भावः इति वार्तिकस्य प्रभावं किम् अस्ति? पुंवद्भावः भवति अत्र सर्वरात्रि इति भवति. सर्वरात्रि इत्यस्य अपि च समासान्तप्रत्ययः अच् भवति. अह सर्वैकदेश सङ्ख्यातपुण्याच्च रात्रेः इति सूत्रेण अच् संयोगे सर्वरात्रियोग अच् इति स्थिते यचि भम् इत्यनेन वसंज्ञा भवति सर्वरात्रि इत्यस्य. अत्र एस्येचि च इति सूत्रं प्रवर्तते. अन्तिम अकार इकारवर्णयोः लोपः भवति तद्विप्रत्यये परे. न भगिनि, तत्र अन्तिम अकार इकारवर्णस्य लोपः इति नास्ति. कार अथवा इकार अन्तिम अच् परतः कोऽपि वर्णः अस्ति तेषां लोपो भवति यस्येति इति च इति. यचिबं किं वदति? बा संज्ञा विधीयते सर्वरात्रा इति, सर्वरात्रि इति पदस्य अकारात् इकारात् यस्य इति तद्धितप्रत्यये परम् अस्ति चेत् इति कृत्वा रात्रि अत्र तु इकारम् अन्तिमम् अस्ति, तदनन्तरं कोऽपि वर्णः नास्ति. यदि तदनन्तरं यदा राजन् इति पदम् अस्ति चेत् अत्र अकारनकारस्य लोपः भवति. अत्र केवलं रात्रिः अस्ति इति कृत्वा स्थिरम् इवल् इकारस्य लोपः भवति यस्येति च इति. यदि यचीपम् इति यदि सूत्रेण राजन् इति पदस्य बं भासंज्ञा भवति चेत् तत्र अकार अन्तिम अच्वर्ण अस्ति, तदनन्तरं नकार अपि अस्ति न, तत्र उभयोः लोपो भवति अनश्च इति सूत्रेण. अत्र तु इकार अस्ति कृत्वा यस्येति च इति सूत्रं कार्यं करोति, अनश्च न कार्यं करोति इति कृत्वा अन्तिम इकारस्य अन्तिम अच्वर्णम् इकारम् अस्ति, तदनन्तरं कोऽपि वर्णमपि नास्ति इति कृत्वा केवलम् इकारस्य लोपो भवति अच् सर्वरात्रा इति तिष्ठति. तदनन्तरम् अच् वर्णस्य चकारलोपानन्तरम् अकार अवशिष्यते, तस्य योगं भवति सर्वरात्रयोगः अ इति कृत्वा सर्वरात्रा इति रूपं भवति. अवगतं वा? अवगतं. तत्र पर्वतलिङ्गं द्वन्द्वतत्त्वक्षयोः इति सूत्रं प्रबाद्य रात्राह्न पुंसि इति सूत्रं प्रवर्तते. तस्मात् पुंवद्भावः पुल्लिङ्गविधानं भवति. सर्वरात्रा इति प्रातिपदीयस्य पुल्लिङ्गे सुप्रत्ययविधानानन्तरं सर्वरात्रः इति समासः सिद्ध्यति. तत्र साधारणतया परवल्लिङ्गं द्वन्द्वतत्पुरुष इति सामान्यसूत्रमस्ति तत्पुरुषसमासे एवं द्वन्द्वसमासे. उत्तरपदस्य लिङ्गं भवति सम्पूर्णसमासस्य, किन्तु अत्र पुंवद्भावं भूत्वा तस्य तत्सूत्रं प्रवाद्य रात्रान्हाः पुंसि इति सूत्रं पर्वलिङ्गस्य प्रवाद्य विशिष्टसूत्रमस्ति कृत्वा पुंवद्भावं पुंसि इति कृत्वा पुंवद् यत्र रात्रि अहन् इति उभयमस्ति उत्तरपदमस्ति चेत् पुंवद्भावं भवति इति सूत्रं वदति. सूत्रं प्रति एकवारं पश्य पश्याम तत्र कारणेन पुंवद्भावं पुल्लिङ्गं भवति इति विशेषम् अस्ति. अत्र सूत्रद्वयमस्ति, एकसूत्रमस्ति अहन्. तत्सूत्रं किं वदति? सूत्रं वदति अहन् इत्यस्य पदान्ते ऋत्वं भवति. पदस्य इति अधिकारः अस्ति, पूर्वत्र असिद्धं तस्य अपि प्रभावः अस्ति. अहन् इति एकपदं सूत्रमस्ति इति कृत्वा अहन् शब्दस्य पदान्ते ऋत्वं भवति. अत्र उदाहरणं दत्तमस्ति अहन् योगभ्यां तृतीय एकवचनप्रत्ययः स्वादिषु सर्वनामस्थाने इति अहन् सर्वस्य पदसंज्ञा भवति. स्वादिषु सर्वनामस्थाने इति कृत्वा सर्व पदसंज्ञा भवति. अत्र अहन् इत्येन नकारस्य ऋत्वं भवति इति एतत् सूत्रेण अन्तिमनकारस्य ऋत्वं भवति इति कृत्वा अह रोग रुम् इति उकारस्य अनुनासिकः कृत्वा अपगच्छति. रेफ एव तिष्ठति. भ्याम् इति सुप्रत्ययः अस्ति. अह योग रेफस्य हसि च इति सूत्रेण रेफस्य उत्तमं भवति. हसि च इति सूत्रम् आदेशरूपेण रेफस्य स्थाने उत्तमम् आगच्छति. अह उ तदनन्तरं भ्याम् इति सूत्रम् आगच्छति सुप्रत्ययस्य. तत् कारणेन प्रत्ययस्य कारणेन अङ्गस्य इगन् इगन् इगन् अङ्गस्य गुणं भवति आद्गुणः इति सूत्रेण. उकारस्य ओकारौ भूत्वा अहोभ्याम् इति रूपं सिद्ध्यति. तदेव अहन् योगः सु प्रथम एकवचने सु तत्र अहन् इति स्थिते सर्वनाम्नो सर्व स्वम्नोर्नपुंसकात् इति नपुंसकात् पदमस्ति कृत्वा सु प्रत्ययस्य लुक् भवति अहनेव तिष्ठति. तत्रापि यद्योहि सु लोप बभूत् भवति अति चेदपि प्रत्ययलोपे प्रत्ययलक्षणम् इति कारणेन सु इति प्रत्यय अदृश्यमस्ति चेदपि तस्य प्रत्यय लक्षणं तिष्ठति इति कृत्वा पदसंज्ञा भवति. तत्र पदसंज्ञा अस्ति कृत्वा अहन् इति सूत्रस्य कार्यक्षेत्रं भवति इति कृत्वा अहन् इति सूत्रेण अन्तिमनकारस्य स्थाने रेफा आदेशः भवति. तत्र रु आज्ञा रु इति रेफस्य कारणेन अहर् इति स्थिते करवसानयो विसर्जनीय इति कारणेन रेफस्य स्थाने विसर्ग आयाति. तदनन्तरम् एकपरिभाषासूत्रम् अस्ति वार्तिकरूपेण पदान्त अङ्गीकारे तस्य च पद तदन्तस्य च. अनया परिभाषया यस्य अन्ते अहन् शब्दः अस्ति तादृशशब्दस्य विषये अपि अस्य सूत्रस्य प्रयोगः भवितुमर्हति. यथा दीर्घमहः यस्य यस्य सः इत्यस्मिन् अर्थे दीर्घाहन् इति प्रातिपदिकं सिद्ध्यति. अस्य प्रथमरूप एकैवचनं कथं भवति इति दत्तमस्ति. दीर्घाहन् इति प्रातिपदिकस्य अन्तिम अहन् इति पदस्य नकारमस्ति सुप्रत्ययस्य प्रथम एकवचने. दीर्घाहन् इति स्थिते सुलोपो भवति हल्याङ्गाभ्यो दीर्घात् सुतीत्यपृक्तम् सुतिस्य पृक्तं हल् इति कारणेन एक हल् सु इति स एव तिष्ठति. तत् अपृक्तमस्ति, हल् अपृक्तमस्ति इति कृत्वा तस्य लोपो भवति इति कृत्वा दीर्घाहन्येव तिष्ठति. तत्र तस्य पदस्य उपदा दीर्घं भवति सर्वनामस्थाने चासम्बुद्धौ इति सूत्रेण इति कृत्वा दीर्घहन् इति दीर्घाहान् इति भवति. दीर्घाहान् उपदा आकारस्य दीर्घं भवति. त तदनन्तरं प्रत्ययलोपे प्रत्ययलक्षणं सुप् लोपो भूत्वा तदपि पदसंज्ञा भवति इति कृत्वा अहन् इति पदसूत्रस्य कारणक्षेत्रमस्ति इति कारणेन दीर्घाः रेफ आदेशो भवति नकारस्थाने इति कृत्वा रेफस्य खरवसानयो विसर्जनीय इति कारणेन विसर्गं भवति तत् दीर्घाः ह इति विसर्गते रूपं भवति तदनन्तरम् एकं वार्तिकमस्ति यत् गोमती भगिनी क्लास् शी वास् रेफरिङ्ग् टु दिस् इन् द क्लास् रूपरात्रिरथान्तरेषु ऋत्वं वाच्यं दिस् इस् अत्र यत्र अहन् पूर्वशब्दमस्ति उत्तरपदं यदि रूप रात्रि रथ त्रयाणां समासं भवति चेत् अहन् शब्दस्य सहितं तत्र किं भवति तत्र अहन् योगः रूप अत्र अथवा अहन् योगः रात्रि भवति चेत् अत्र रात्रि इत्यस्य भवति अहन् योगः रात्रि तत्र स अच् तद्दिदान्तसूत्रं भवति अत्र अहर् नकारस्य स्थाने आदेशः भवति रु इति रेफस्य योगः रात्रि अच् इति अकारः तिष्ठति अत्र रो सुपि इति अग्रिमसूत्रमस्ति तस्य इत्यस्य पाठितेन रात्रि रूपरात्रि रात्रि अन्तरेषु ऋत्वं वाच्यम् इति वार्तिकेन अहन् शब्दस्य नकारस्य ऋत्वं भवति तत् तत्कारणेन रेफ नकारस्य रेफं भवति न एतत् सूत्रस्य प्रभावेन तद् तत्र रेफ आगत्वा अहर् योग रात्रि अहर् योग यु उ भवति हसि च इति कृत्वा अहोरात्रि इति प्रातिपदिकं स्थिते अच् प्रभव अच् टच् विधानेन अत्र यस् यत् अधुना पठितं तत् कारणमेव यस् भासंज्ञः भूत्वा यस्येति च इति सूत्रेण अन्तिम इकारस्य लोपो भूत्वा अहोरात्र इति भवति तदनन्तरम् टच् अकारस्य योजनेन अहोरात्र इति रूपं सिद्ध्यति इति इस्के प्रभावम् अस्ति रोसुपि इति सूत्रेण रोसुपि इति सूत्रं किं वदति रः असुपि इति यत्र सुप् असुपि सुप्रत्ययः नास्ति तत्र रेफस्य आदेशो भवति अहन् इति अन्तिमनकारस्य पदान्तस्य अह्नः असुपि रः न पदान्तम् अस्ति चेत् न असुपि अस्ति पदान्ते यदि अहमस्ति किन्तु असुपि सुप्रत्ययं विहाय कोऽपि पदस्य योजनं भवति चेत् तत्र अन्तिमनकारस्य रेफ भवति इति सूत्रं किं वदति अहन् इत्यस्य नकारस्य सुभिन्न शब्दे परे पदान्ते रेफादेशो भवति इति तदेव अहोरात्रि अहोरूपम् इत्यादि दत्तमस्ति इति कारणम् अहोरात्रि इत्यस्य ओकार कथं भवति इति अनयो सूत्रेण भवति तदनन्तरं तृतीया तत्पुरुषसमासं प्रति गच्छामः उषा भगिनि आं महोदय ऐ मिस् द लास्ट् टु क्लासेस् सो थेङ्क् यू सो मच् फर् गोयिङ्ग् ओवर् बिकास् दिस् बहु किमपि अस्ति महोदय दिस् पूर्वपदम् उत्तरपदम् अहन् रात्रि अहन् सी अहन् इट् सेल्फ् इस् अ वेरि स्पेशल् पदम् दट्स् वै फोर् देट् एलोन् देर् इस् यु नो इफ् यु लुक् अट् इट् देर् इस् अ सूत्र फोर् जस्ट् वर्ड् अहन् एण्ड् देर् अहन् यूस्ड् इन् डिफरेण्ट् काण्टेक्स्ट् यत्र वेरियस् यूसेज् आफ् अहन् इस् टेकन् प्लेस् एण्ड् आल् दिस् ऐ हव् गोट् स्पेशल् फार्म्स् बट् मेन् थिङ्ग् इस् दट् अहन् नकारस्य रेफ भवति पदान्ते दट् ईस् वन् थिङ्ग् टु विन् ओन्ली इन् द केस् आफ् रात्रि दिस् त्री पदास् यदि रूपरात्रिरथ if these sutras are there then you have to got a uttva that's the vartikam okay ruparatri ruparatri ratrihi atan atantareshu rutvam vachyam ruparatri ruparatri rathandareshu rathandareshu okay or atantareshu okay ratha रूप रात्रि रथ एताभ्य एतेषाम् अन्तरेषु मीन् इत्युक्ते अन्यतम कोऽपि अस्ति चेत् कृत्वा वाच्यम् एतेषां तदेव तस्य विशेषमस्ति अहोरात्र पुरुषसूक्तम् अहोरात्रि इस् अ वेरि कामन् अहोरात्रि नक्षत्राणि प्राणिरूपम् अश्विनौ व्याप्तं मनुषाणाम् अमुं मनुषाणां सर्वं मनुषाणां देर् दिस् सूत्र दिस् वार्तिक इस् द वन् विच् इस् गिविङ्ग् दट् अहो इति रूपम् अदर्वैस् यु विल् सी हियर् द in this example where we are studying there is no ahor what is that word here see ahan iti shabdasya prabhavam asti itra sarvaratri itra sarva shabdam asti ahan sarvaratri ratri uttara padam asti सर्व इति पदं सर्व इति भवति पुंवद्भावः रात्रि देन् रात्रि इति उत्तरपदम् अच् इति समासान्तप्रत्ययः भवति देन् सो रात्र भवति आम् तत्र तत्र गच्छेति च राइट् हियर् सी यू हैव व्हाट वी हैव टु लुक एट् विशेषणपूर्वपदकर्मधारयसमासः सो पूर्वपदं विशेषणमस्ति रात्रि इति उत्तरपदस्य विशेषणमस्ति सर्व द एण्टैर् नैट् यु नो सर्वरात्र सो विशेषणपूर्वपदमस्ति इति कृत्वा पूर्वपदकर्मधारयसमासः भवति एण्ड् the meaning is neither sarva nor ratri if there is why that is why the karmadarya samasa comes see blissful for the whole night so it is showing the blissfulness of the night for the night sarvatra kalyani iti uttarapadam asti iti krutva sarva ratram bhavati visheshanam right sarva ratra kalyani iti samasa padam तत्पुरुषसमासः सर्वरात्रः इति कर्मधारे समासः इति कर्मधारे समासः ओके विल् गो टु तृतीय तत्पुरुषसमासः भवती पठतु तृतीया तत्पुरुषसमासः तृतीया तत्पुरुषसमाससम्बन्धसूत्राणि 2130 to 2136 35 पर्यन्तं षट् सूत्राणि सन्ति क्रमेण अवलोकयाम तृतीयान्तसुबन्तस्य गुणवचनेन अर्थ इति शब्देन सह तृतीया तत्पुरुषसमासः विकल्पेन भवति तृतीया तत्कृतार्थेन गुणवचनेन तृतीयान्तं तत्कृतेन गुणवचनेन तत्कृतेन अर्थशब्देन च सह समस्यते तृतीयान्तं सुबन्तं तृतीयान्तार्थेन सम्पादितः गुणवाचिना प्रातिपदिकेन सह एवञ्च अर्थशब्देन च सह समस्यते प्रत्ययग्रहणे तदन्तग्राह्याः इति परिभाषया तदन्तविधिः भवति तेन तृतीया इत्युक्ते तृतीयान्तः इति अर्थः भवति. तृतीया प्रथमान्तं, तत्कृत इति लुप्ततृतीयाकं, लुप्ततृतीयाकम् अर्थेन तृतीयान्तं, गुणवचनेन तृतीयान्तम् अनेकपदमिदं सूत्रम्. सुभामन्त्रिते पराङ्गवत् स्वरे इत्यस्मात् सूत्रात् सुप्रत्ययस्य अनुवृत्तिः भवति. प्राकडारात् समासः इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः, सः सुपा इत्यस्य अधिकारः, विभाषा इत्यस्य अधिकारः, तत्पुरुषः इत्यस्य अधिकारः. अनुवृत्तिसहितसूत्रं तृतीया सुप् तत्कृतार्थेन गुणवचनेन सुपासः विभाषा तत्पुरुषः समासः. तृतीया तत्कृतार्थेन गुणवचनेन इति सूत्र इति सूत्रं तृतीयान्तं पदं तत्पदेन कृत तत्पदेन कृतगुणवाचिना गुणवाचिना शब्देन सह समस्यते. तृतीयान्तपदं तत्कृत अर्थेन शब्दस्य अपि सह समस्यते तृतीया इति सूत्रे उक्तत्वा तृतीया इति प्रथमाविभक्तौ अस्ति, तस्मात् तृतीयान्तपदं पूर्वपदम् अस्ति, उत्तरपदं तृतीयान्तपदस्य कृतेन अर्थशब्दं वा गुणवचनशब्दं वा भवति. तृतीया इति शब्देन तृतीयान्तपदं वा सूचयति. विभाषा इत्यस्मात् विभाषा भवति. व्यस्तप्रयोगम् अपि समस्तप्रयोगम् अपि पासुब् भवति. अनुवृत्तिसहितसूत्रस्य अर्थं वदतु. तृतीया सुप् तत्कृतार्थेन, मीनिङ्ग् तृतीयान्तपदस्य कृतेन अर्थेन सह समस्यते, अथवा तृतीयान्तसुप् तत् कृतेन गुणवचनशब्देन सुपासः विभाषा तत्पुरुषः समासः निष्पन्नः भवति. तत्र तृतीया सुप् इति उक्तत्वात् तृतीयान्तसुबन्धम् इति भवति, तत् समीचीनं. प्रत्ययग्रहणे तदन्तग्राह्य इति परिभाषया तस्य तृतीया इत्युक्तत्वात् तृतीयान्त इति अर्थं स्वीकृत्य सुप् इति सुबन्धेन सह भवति. अत्र तत्कृत अर्थेन गुणवचनेन इति पदद्वयमस्ति. अत्र किं वदति? तत्कृत इति लुप्ततृतीयाकम् इति उक्तत्वात् यदि अर्थेन इति पदस्य विशेषं भवति तत्कृत, तस्यापि तृतीया विभक्ति एव भवति. तत्कृतेन अर्थेन इति रूपम् एव तिष्ठति न उभयपदयोः विभक्तिसमानं भवति. अर्थेन तत्कृतेन अर्थेन तत्कृतेन तत्र कृतेन इति न दृश्यते. तेन इति गुणवचनेन तत्कृतेन इति उभयोः अन्वयं भवति. तत्कृतेन अर्थेन तत्कृतेन गुणवचनेन इति अन्वयं कृत्वा एव तस्य अर्थं सम्पूर्णं भवति. अर्थेन इत्युक्ते धनं सम्पत् इति अर्थः. कोऽपि वस्तुं शब्दमस्ति चेत् तत्कृतेन शब्देन सुबन्धेन अथवा तत्कृतेन गुणवचनेन यत्र गुणं दर्शयति किन्तु तस्य तत् कृतगुणं भवितुम् अर्ह अवश्यम् अस्ति. गुणवचनेन सुपासः नास्ति, तत् कृतेन गुणवचनेन इति. यदा पुष्पं मृदु अस्ति, मृदुपुष्पम् इति कृत्वा मृदु इति गुणम् अस्ति, पुष्पम् इति वस्तु अस्ति, द्रव्यं द्रव्यमस्ति. किन्तु मृदुत्वकारणेन पुष्पे मृदुत्वं तिष्ठति इति कारणेन तत् कृतेन गुणवचनेन इति कृत्वा मृदुपुष्पम् इति सुबन्धं भवति. मृदुपुष्पम् इति सुबन्धं भवति. ओके, रैट्. एक उदाहरणम् अत्र, अन्यद् उदाहरणं दत्तमस्ति, तत् पठित्वा सम्यक् अवलोकयामः. गोमती भगिनी आगतम् इति दृश्यते. नमस्ते भगिनि. नमस्ते. तत्र पठतु इति अस्मिन् सूत्रे तृतीयादिशब्दस्य तत्र पठतु. Still I am not involved in this class. I mean vilambena gatavati adah manah concentration manasah concentration nasti padhami avakasham avakasham padhami parishramam karomi. Asmin sutre tritiya iti shabdah prathama vibhaktau asti. अतः तस्य प्रथमानिर्दिष्टं समास उपसर्जनम् इति सूत्रेण उपसर्जनसंज्ञा भवति. उपसर्जनसंज्ञानन्तरं तृतीया इति शब्दस्य पूर्वनिपातः भवति उपसर्जनं पूर्वम् इति सूत्रेण. प्रथमानिर्दिष्टं समासे उपसर्जनम् अपि उपसर्जनं पूर्वं सूत्रद्वयं बहुवारम् अस्माभिः दृष्टम् इति त्रये प्रथमाविभक्तौ उक्तं तद् तस्य उपसर्जनसंज्ञा भवति. यदा तत् उपसर्जनसंज्ञा भवति, सा उपसर्जनसंज्ञा भवति, तदा तत् समस्तपदस्य पूर्वपदस्वरूपेण आगच्छति. भगिनि, सान्दर्भिकप्रश्नमस्ति अस्मिन् सूत्रस्य, तस्य सम्बन्धः नास्ति. अन्यत् सूत्रं वयं पठितवः अस्ति उपसर्जनस्य विषये, तत् स्मरति वा? बहु स्माल् मेमरि. सूत्रद्वयम् अस्ति उपसर्जनसंज्ञायां विषये. एकं वि नो वेरि वेल् प्रथमादिष्टं समासे उपसर्जनम् इति. अनन्तरसूत्रमपि अस्ति गोस्त्रियोरुपसर्जनं. गोस्त्रियोरुपसर्जनं किं कार्यं करोति? तत्र गो इति शब्दस्य पुंवद्भाव एतत् सर्वं वयं तत्र एव अस्माभिः पठितं. गो स्त्रियो गो शब्द स्त्रीलिङ्गशब्दाः नाट् वेरि क्लियर् महोदय इदानीं टु ट्रिकल् द ब्रेन् नाट् नाट् टु क्वश्चिन् बिकास् यु नो वेन् वि डू सच् थिङ्ग् नो वेन् वि डू सच् थिङ्ग्स् दट् विल् रिमैन् एस् अ मेमरि इन् अवर् ब्रेन् दट्स् ओन्लि फार् दट् पर्पस् वि लर्न्ड् पुम्मद् भावा देर् दट् ऐ रिमेम्बर् वेरि वेल् न उपसर्जनस्य का विशेषता अस्ति इति तत्र उपसर्जनं पूर्वनिपातं न भवति, किन्तु ह्रस्वत्वं भवति. गो स्त्री इति उभयोः उत्तरपदमस्ति, तथा गोस्त्रियोरुपसर्जनं इति कारणेन उपसर्जनसंज्ञा किं वदानं भवति? ह्रस्वत्वं विधायते, न तु पूर्वनिपातम्. तदेव स्मरणीयं. ये चिग्वा ह्रस्वादेशे समथिंग लाइक राइट. ये चिग् देन ये चिग्रस्वादे दत गो ओकारस्य उत्तम भवति. एवं रात्रि इति इकारस्य हृस्वत्वं भूत्वा रात्रि इति ह्रस्व इकारं भवति तदेव तस्य just to recollect the memory when we are doing one sutra it is better if we relate some other sutra also which has got the same function so we will remember that both the sutras it's only for that purpose I asked that question yeah good yeah I didn't remember yeah thank you Maad agrima parichayam padatu bhagini tritiya tatkritartha guruvacha पठामि तृतीया तत्कृतार्थेन गुणवचनेन इति सूत्रे तृतीयान्तपदार्थः गुणे अर्थे च हेतुः स्यात् अस्य सूत्रस्य अर्थद्वयं वर्तते तृतीयान्तं पदं तत्कृतेन गुणवचनेन समस्यते तृतीयान्तं पदं तत्कृतेन अर्थेन समस्यते तृतीया तत्कृतार्थेन गुणवचनेन इति सूत्रस्य विवरणं भगिन्याः सम्यक् दत्तम् अत्र किञ्चित् मोर् विवरणं भवति तृतीयान्तपदार्थे तृतीया इत्युक्ते तृतीया विभक्तौ यत् शब्दम् उक्तं तत् तृतीयान्तपदार्थे तत् कृतार्थेन इत्युक्ते तेन यत् कृतं तत् तेन कृतं तत् कृतं तत् कृतार्थेन इति गुणः अर्थः इत्यस्य अर्थः भवति अहम् उदाहरणं वदामि अनन्तरं पठामि छुरिकया खण्डानि शाकानि समस्त विग्रहवाक्यमस्ति छुरिकया खण्डानि शाकानि छुरिकया इति तृतीया विभक्तौ अस्ति तृतीया कृतेन छुरिकया कृतेन खण्डानि इत्युक्ते प्रथमं शाकानि सन्ति इदानीं शाकानां खण्डनम् अभवत् खण्डनम् इति गुणः शाकानि अभवत् अतः यदा खण्डनक्रियायाः इस् सेड् बै द चुरिकया बै चुरिका तत् गुणवचनं खण्डः इति गुणं भवति शाकानि खण्डानि तत् गुणस्य उक्ति यदा भवति यदा चुरिकया कृतं गुणवचन इत्यस्य अर्थः तद् भवति अतः तृतीयान्तं पदं चुरिकया तत्कृतेन गुणवचनेन खण्डानि एतस्य पदेन समस्यते इति गुणवचनेन इति अर्थः अनन्तरं तृतीया तत् कृतार्थेन अत्र अर्थः इति पदम् अपि अस्ति भवान् उक्तवान् अर्थः इत्युक्ते धनं सम्पत्तिः इति अर्थः भवति तु तृतीयान्तं पदम् एतत् समस्तपदे उक्तम् तत् पदेन यद् कृतं तस्य अर्थ इति अर्थं भवति चेत् तृतीयान्तं पदं तत् कृतेन अर्थेन समस्यते अर्थेन समस्यते तस्य उदाहरणम् अहं न जानामि परन्तु गुणवचनेन इत्युक्ते छुरिकया खण्डानि शाकानि इति स्वीकरोमि चेत् छुरिका खण्डः इति समस्तपदं भवितुम् अर्हति तृतीयान्तं पदं तत् कृतार्थेन अर्थेन समस्यति इति न पाठितम् अस्ति इति कृत्वा तस्य अस्मिन् वर्गे तस्य विवरणं न करोमि, किन्तु तत् कृतान्त तृतीयान्तं पदं तत् कृतार्थे कृतेन गुणवचनेन समस्यते इति एव भागम् अस्मिन् वर्गे अवलोकयामः. किं वदति? कोऽपि तृतीयान्तं पदस्य प्रभावेन तस्य कार्यं कस्मिन् भवति इति कृत्वा तस्य गुणरूपं भवति इति कृत्वा तस्य गुणवचनत्वं भवति उत्तरपदस्य. इति एकम् उदाहरणम् अहं वदामि. अध्यापकेन पाठितः छात्रः, यत्र छात्र इति पदस्य पदे अध्यापकेन पाठिता इति कृतार्थ तृतीयार्थ तृतीयान्तं पदमस्ति अध्यापकेन. तत् कृतार्थ तत् कृतेन वचनमस्ति पाठितः, तस्य कार्यमस्ति कृत पठनक्रिया इति कृत्वा तृतीयान्तपदस्य प्रभावेन के कोऽपि कार्यं वर्तते चेत् तस्य नाम भवति विशेषणरूपेण गुणवचनं भवति अध्यापकपाठिता इति. मया एकम् उदाहरणं वाट्सप् मध्ये दत्तमस्ति. छुरिकया मोढः लोमानि दृष्ट्वा सा अरोदीत् इति. तत्र किं मोढः इति मुण्डनक्रियया घञ् प्रत्ययेन मोढः भवति. छुरिकया मोढः इत्युक्ते छुरिका इति तृतीया पदस्य तस्य तृतीयान्तं पदं भवति छुरिकया. छुरिकया मोढः इति कृतार्थेन पदं भवति, तस्य गुणवचनत्वं भूत्वा लोमानि तस्मिन् तस्य गुणवचनत्वं भवति इति कृत्वा यदा भगिन्या यत्र दत्तमस्ति यस्मिन् उदाहरणे शृङ्खलया खण्डः, शृङ्खला त्यजतु, छुरिका एवं स्वीकृत्य छुरिकया खण्डः देवदत्तः. अत्र छुरिकया खण्डः इति समस्तपदं तृतीया तत्पुरुषसमासः भवति, गुणवचनं भवति देवदत्तस्य कृते. छुरिकया देवदत्तस्य विशेषणं भवति छुरिकया खण्डः. देवदत्ते गुणं तिष्ठति. किं गुणं तिष्ठति? छुरिकया खण्डा इति देवदत्ते दृश्यते इति कृत्वा विशेषणगुणवचनं भवति शृङ्खलया छुरिकया खण्डा अथवा शृङ्खलया खण्डा इति पदं. तत् कुत्र दृश्यते? देवदत्ते दृश्यते इति कृत्वा शृङ्खलया शृङ्खलाखण्डा इति या छुरिकाखण्डा इति तृतीयतत्पुरुषसमासशब्दं देवदत्तस्य गुणवचनं भवति इति कृत्वा तत्कृतार्थेन गुणवचनेन इति सूत्रस्य अर्थं भवति. अवगतं वा? अवगतम्. उत्तम उदाहरणम् अध्यापकेन पाठितं छात्रः. स्वयं न पठितं न अध्यापकेन पाठितं तृतीयान्तं पदम् आम् तेन कृतं पाठनं तेन कृतं तस्य गुणवचनम् अध्यापकपाठिता इति गुणवचनं कुत्र तिष्ठति? छात्रे तिष्ठति. छात्रे भवति इति कृत्वा तस्य गुणवचनं तृतीयान्तपदत्वेन कृतेन गुणवचनं तत् समासं भवति. तस्य गुणवचनं केन? वस्तुनि तिष्ठति एव न? तत्र वस्तुनि यत्र तिष्ठति तत्कारणेन तत् गुणवचनं भवति. गुणं गुणिन् दृश्यते इति कृत्वा तदेव उदाहरणमस्ति. समासः भवति अध्यापकपाठिता. आम्. अस्तु महोदय, तत्र गुणवचनः इति परिच्छेदं यदा अहोरात्र इति पदस्य विवरणं पूर्वं दत्तं तद् भगिन्या परिष्कृतमस्ति वा अथवा भवान् एव कृतवान्? न न भगिनी, परिष्कृतमस्ति वा अहोरात्रं अत्र दत्तं न दत्तं मया? लास्ट् क्लास् अहोरात्र इति प्रक्रिया न वास् नाट् देर् बट् नौ इट् इस् देर् सो दिस् इस् दि रिफ्रेश्ड् वन्. There is no Ahavaratra, it's only Sarvaratra. Sarvaratra, yeah, but now you showed in the screen Ahavaratra is the Prakriya. No, Ashtadhyayi. I am reading from Ashtadhyayi. Oh, Ashtu, Ashtu. I thought you have put, okay. No, I was explaining these two sutra, Ahan Evam, this one, what is called Rosupi. Rosupi. Yeah. Uh-huh. Okay. Even Ahoratra, see, the Vartikam, Rupa Ratri Ratha Ndareshu Rattvam Vachyam iti Vartikam. Tat kim vadati? Ahan iti Purvapadam asti, Uttarapadam Rupa Ratri Ratha Anayoho Kopi Anyatama asti chet, Tatra अहन् इति पदान्तरूपेण तिष्ठति, पदं भवति तत्कारणेन नकारस्य ऋत्वं भवति रोप् सुपि इति सूत्रेण. यतोहि अहन् इति शब्दस्य अहन् इति सूत्रेण अपि तदेव भवति. तत्र पदान्तस्य अहन रुः भवति, किन्तु रोसुपि किं वदति? रोसुपि एव वदति पदान्तस्य हानस्य असुपि रः. अत्र असुपि असुपि इति एव विशेषमस्ति रो असुपि इति सूत्रे. इति कारणतः रात्रि रूपरात्रिरथ इति असुपि पदम् अस्ति उत्तरपदम् इति कृत्वा अहन् इति नकारस्य रेफादेशो भवति इति. तदनन्तरं प्रक्रिया यथा पूर्वं तथा वि ऋत्वस्य उकारं भवति हसि च इति कारणेन हसि च इति कृत्वा उत्वं भवति. तदनन्तरं यस्येति च भासंज्ञा भूत्वा अहोरात्रि इति राहोरात्रा इति तिष्ठति. अच् प्रत्ययविधानेन अहोरात्रा भवति. केवलम् हसि च इति सूत्रेण उत्वस्य ओकारं भवति. But whether you get this prakriya, Ashtadhyaya? Prakriya is there in ashtadhyaya.com. If you go down, you will get the prakriya also. I try to do that, but then it said the file is corrupted, so downloading was not advised. No, download, you should not download, you should read it online. Okay. I try to unload it. Okay. धन्यवादः महोदय. अत्र गुणवचनेन इति एकं भागं अवश्यं पठनीयम् इति अरुणा भगिनी पठति वा गुणवचनः इति? आम् महोदय. गुणवचनः गुणः क्रिया च सर्वदा द्रव्यम् आश्रित्य एव तिष्ठति. सुन्दरः पुरुषः इति वदामः चेत् सौन्दर्यम् इति गुणः पुरुषम् आश्रित्य एव तिष्ठति. एवं चालकः पुरुषः इति वदामः चेत् चालनक्रिया तु पुरुषम् आश्रित्य एव भवति. अतः गुणः क्रिया च सर्वदा एव द्रव्यम् आधाररूपेण स्वीकरोति. गुणः यस्मिन् द्रव्ये अस्ति तद् बोधकः शब्दः गुणवचनः अथवा गुणवाचकः इति उच्यते. गुणम् उक्तवान् गुणवचनः. गुणवचनः अर्थं दत्तम् अत्र, विवरणं दत्तं. गुणः क्रिया च सर्वदा द्रव्यमाश्रित्य तिष्ठति. भवान् अपि उक्तवान् मृदुलपुष्पम् अत्र अपि मृदुलत्वं पुष्पे एव तिष्ठति तदेव अग्रिमपरिचये दत्तमस्ति भगिनि तदेव पठतु सुन्दरः अत्र उदाहरणं दत्तं सुन्दरः सुन्दरः पुरुषः इति अत्र सौन्दर्यमिति पुरुषम् आश्रित्य एव तिष्ठति तदा एव चालकः पुरुषः चलनक्रिया तु पुरुषम् आश्रित्य एव भवति गुणः यस्मिन् द्रव्ये अस्ति तद् बोधकः शब्दः गुणवाचनः तदेव दत्तम् यदा मृदुत्वम् इति गुणः अस्ति मृदुपुष्पम् इति वदामः चेत् मृदुत्वम् इति गुणः पुष्पे वर्तते मृदुत्वम् इति गुणः यस्मिन् वस्तुनि वर्तते तस्य बोधकं पदं मृदु इति पदं गुणवाचन इति उच्यते अर्थात् मृदु इति शब्दः गुणवाचकः अस्ति पुष्पं मृदु इति वदामः चेत् मृदु इत्यनेन पुष्पस्य उल्लेखः अस्ति यस्मिन् मृदुत्वं वर्तते तदेव वयं चर्चितवन्तः तत्र अत्र अस्मिन् उदाहरणे शृङ्खलया खण्डः इति उदाहरणे तत् पठित्वा अत्र गुणवचनस्य अन्वयं करोतु शृङ्गमहोदय शङ्कुलया इति अत्र शङ्कुलया खण्डः नैफ् कट् शङ्कुलया खण्डः देवदत्तः शङ्कुलया खण्डः शङ्कुला इत्युक्ते छुरिका इत्यर्थः शङ्कुलया खण्डः इत्युक्ते यत् वस्तु छुरिक्या छिन्नं जातम् इति अधुना शङ्कुलया इति तृतीयान्तपदं खण्डः इति गुणवाचकशब्देन सह समासः भवति शङ्कुला युवठा युवः खण्ड युवसु इति अलौकिकविग्रहवाक्यम् अत्रापि शङ्कुलया शङ्कुला खण्डः इति समासपदं शङ्कुलया खण्डः इति विग्रहवाक्यमिति अहं मन्ये शङ्कुला इत्युक्ते छुरिका खण्डः खटि छेदनं अत्र शङ्कुलया इति खण्डः इति क्रिया अस्ति कृते खण्डः इत्युक्ते यत् वस्तु छुरिकया छिन्नं जातम् अत्र छिन्नं क्रिया अस्ति गुणं भवति गुणवाचकशब्दं भवति आं महोदय सम्यक् अग्रिमपरिच्छेदं पठतु खण्डः नाम खण्डनक्रियायां प्राप्तः खण्डः नाम खण्डनक्रिया प्राप्तः कश्चित् अर्थात् खण्डनक्रिया यस्य अथवा अस्मिन् अस्ति सः खण्डः शङ्कुला खण्डः देवदत्तः इति महाभाष्ये उदाहरणं खण्डनक्रिया इति यः गुणवाचनः तस्य हेतुः अस्ति शङ्कुला शङ्कुलया सा खण्डनक्रिया यस्मिन् सः शङ्कुला खण्डः अत्र शङ्कुलया इति तृतीयान्तमस्ति तादृशतृतीयान्तमेव कारणम् अस्ति खण्डः इति गुणवचनस्य उत्पादने किं वदामः द्वय तस्य अग्रिमम् अपि पठतु छुरिकयाः कारणेन खण्डः इति गुणवाचकः निष्पन्नः छुरिकया प्रयोगः लोके अस्माभिः क्रियते खण्डनार्थं खण्डनं भवति छुरिकयाः कारणेन इत्यतः तृतीया तत्पुरुषसमासः भवति तृतीया तत्कृतार्थेन गुणवचनेन इति सूत्रेण अत्र छुरिकया कारणमस्ति खण्डनक्रिया अस्य छुरिकया प्रयोगे छुरिकेन छुरिकया क्रियते खण्डनार्थ खण्डनम् इति भवति तृतीयायाः कारणेन इति तदेव तृतीया तदेव तदेव भगिनि तदेव आम् अत्र अन्यत् दत्तमस्ति न केवलं गुणक्रिया अपि गुणवचनेन उच्यते क्रिया अपि अत्र खण्डन इति खण्डनक्रिया क्रिया दत्तं गुणं तस्य गुणवचनम् अस्ति क्रिया अपि गुणवचनेन उच्यते प्रकृतसूत्रे गुणवचने इत्यनेन न केवलं गुणः स्वीकृतः अपि तु क्रिया अपि अस्मिन् अन्तर्भूता भवति यत्र तत्कृतार्थेन गुणवचनेन इति उक्तत्वात् क्रियाकारणेन गुणवचनं भवति चेदपि स्वीकरणं भवति इति अवलोकनं पचनम् इति ल्युडन्तं शब्दं पचनक्रियायां बोधति तर्हि पाचकः इति गुणवाचकः यस्मिन् सा पचनक्रिया विद्यते सा पाचकः अतः क्रिया अस्ति पचनक्रिया पचनक्रिया कस्मिन् वर्तते पाचके वर्तते तदि कारणेन पचनक्रियायाः कार्यं यस्मिन् वर्तते सः पाचकः इति कृत्वा पाचकः पचनक्रियार्थं गुणवचनवाचकं शब्दं भवति एतादृशशब्दः गुणवचनशब्दः इति उच्यते सारांशः कः इति चेत् यस्मिन् द्रव्ये गुणः अथवा क्रिया विद्यते तद्बोधकशब्दः गुणवचनशब्दः अस्ति अत्र उपरि चलनक्रिया पुरुष इति चालकः पुरुषः इति दत्तमस्ति न चलनक्रियाः क्रिया कस्मिन् वर्तते यथा पाचकं पुरुषे पाचके वर्तते तत्र अत्रापि चलनक्रिया पुरुषे वर्तते इति कृत्वा चलक्रिया अपि स्वीकरणीयं न तु केवलं गुणं इति सूत्रस्य अर्थः अस्ति खण्डः किरीनाकाणः इति अन्यत् उदाहरणमस्ति तत् रोहिणी भगिनी पठति वा धन्यवादः भगिनि धन्यवादः किरीनाकाणः किरीकाणः ब्लैण्डेड् बै ए बोर्ड् किरीनाकाणः काणत्वम् इत्युक्ते अन्धत्वम् अन्धत्वम् इति एकः गुणः काणः अन्धः गुणवचनः काणः नाम काणत्वविशिष्टः पुरुषः इत्यर्थः काणत्वे कारणं किरिः वराहः किरीनाकाणः किरियोग टा योग काणयोग सु भवति सो धातुप्रातिपदिकयोः इति सुप्रत्ययस्य लोपः भवति किरियोगकाणः इति भवति किरिकाणः इति समासः भवति तत्र किरीन किरि किरीनाकाणः तृतीयान्तं पदं सुबन्धं किरीना इति तत्कृतार्थेन काणत्वं कस्मिन्नेव वर्तते इति कृत्वा गुणवचनं भवति किरीनाकाणः इति तस्य गुणं वर्तते कोऽपि पुरुषे इति गुणवचन तत्कृतार्थेन गुणवचनं भवति किरीनाकाणः इति एव तस्य उदाहरणमस्ति अस्तु तत्र अन्यत् उदाहरणमस्ति तत् न पाठितमस्ति इति कृत्वा वर्गेण विल् is there anything to be discussed further? Tatra tatkritartena gunavachanena iti spashtam iti manye. Kopi prashna asti va? No chet. Tagayama. Kim vadati? Usha bhagini avagatam va? You had missed some classes, no? Aam mahode, aam mahode. Apagatam mahode. Okay. So we'll stop the class today. Okay. Danyavada. Danyavada. Danyavada. Danyavada. Danyavada.